स्तुतासुरैः पूर्वमभीष्टसंश्रया तथासुरेन्द्रेण दिनेषु सेविता करोतु सा नः शुभहेतुरीश्वनी शुभानि भद्राण्यभिहन्तु चापदः यासामृतं चोद्धत दैत्यतापितैः अस्माभिरीशा च सुरैर्नमस्यते या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ऋषिरुवाच एवमुस्तवादियुक्तानां देवानां तत्र पार्वती स्नातुमव्याययूतो ये जाह्नव्यानृपनन्दन साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिस्तूयतेऽत्रका शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः दैवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशाद्यत्तस्या पार्वत्या निःसृताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते तस्यां विनिर्गतायां तु कृष्णाभूत् सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ददर्शचण्डो मुण्डश्चे भृत्यौ शुम्भनिशुम्भयोः ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा काप्यास्ते स्त्रीमहाराजे भासयन्ती हिमाचलम् नैव तादृक्वचिद्रूपं दृष्टं केनचिदुत्तमम् ज्ञायतां काप्यसुदेवी गृह्यतां चासुरेश्वरा स्त्रीरत्नमति चार्वङ्गी द्योतयन्ती दिशस्पिशा सा तु तिष्ठति दैत्येन्द्रे तां भवां द्रष्टुमर्हति यानि रत्नानि मनयो गजाश्वादीनि वै प्रभो त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ऐरावतः समानीतो गजरत्नं पुरन्दरात् पारिजाततरुश्चायं तथैवोच्चैः श्रवाहयः विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गने रत्नभूतमिहानीतं यदासीद्वेदसोद्भुतं निधिरेष महापद्मः समानीतो धनेश्वरात् किञ्जल्क्लिणीं ददौ चाब्धिर्माला मम्लानपङ्गजा छत्रं देवारुणङ्गेः काञ्जनस्रावि तिष्ठति तथायं स्यन्दनवरो यःपुरासीत् प्रजापतेः मृत्योरुत्क्रान्तिदाना मे शक्तिरीशत्वया हृदा पाशस्तलिलराज्यस्य भ्रातुस्तव परिग्रहे निशुम्भस्याब्धिजाताच्च समस्ता रत्नजातयः वह्निरपि ददौतुभ्यमग्निशौचे च वाससी एवं दैत्येन्द्ररत्राणि समस्तान्याहृतानि ते त्रिरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ऋषिरुवाच निशम्येति वचः शुम्भः सतदा चण्डमुण्डयोः प्रेषयामास सुग्रीवं दूतं देव्या महादुरम् इति चेति च वक्तव्या सा गत्वा वचनान् मम यथा चाभ्येति सम्प्रेप्त्या तथा कार्यं त्वया लघु स तत्र गत्वा यत्रास्ते शैलोद्देशेति शोभने सा देवी तां तदप्राह श्लक्ष्णं मधुरया गिरा दूत उवाच देवि दैत्येश्वरशुम्भत्रैलोक्ये परमेश्वरः दूतोऽहं प्रेषितस्तेने तुत्सकाशमिहागतः अव्याहताज्ञः सर्वासु यस्सदा देवयोनिषु निर्जिताखिलदैत्यारिः स यदाह शृणुष्वतत् मम त्रैलोक्यमखिलं मम देवावशानुगाः यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः तथैव गजरत्नञ्जे हृत्वा देवेन्द्रवाहनम् क्षीरोदमधनोद्भूतमश्वरत्नं ममामरैः उच्चैश्रवतसंज्ञं तत्प्रणिपत्य समर्पितं यानि चान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने त्रिरत्नभूतां त्वां देवी लोके मन्यामहे वयं सा त्वमस्मानुपागच्छे यतो रत्नभुजो वयं मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् भजत्पञ्चञ्जलापाङ्गी रत्नभूतादिमय्यतः परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् एतद्बुद्ध्यानमालोच्ये मत्परिग्रहतां व्रजा ऋषिरुवाच इत्युक्त्वा सा तदा देवी गम्भीरां तस्मिता जगौ दुर्गा भगवती भद्रा यजेदं धार्यते जगत् देवी उवाच सत्यमुक्तं दयानात्रे मिथ्या किञ्चित् त्वयोदितं त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किं त्वत्रयत्प्रतिज्ञातं मिथ्या तत्क्रियते कथं श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति यो मे प्रतिबलो लोके समे भर्ता भविष्यति तदा गच्छतु शुम्भोऽत्रे निशुम्भो वा महासुरः मां जित्वा किञ्चिरेनात्रे पाणिं गृह्णातु मे लघु दूत उवाच अवलिप्तादिमैवं त्वं देवि ब्रूहि ममाग्रतः त्रैलोक्येकप्पुमावतिष्ठेदग्रे शुम्भनि शुम्भयोः अन्येषामपि दैत्यानां सर्वे देवानवयुधि तिष्ठन्ति सम्मुखे देवी किं पुनस्त्री त्वमेकिका इन्द्राद्या सकला देवात्तत्थुर्येषां न संयुगे शुम्भादीनां कथं तेषां त्रिप्रयात्यति सम्मुखं सा त्वं गच्छमयैवोक्ता पार्श्वं शुम्भनि शुम्भयोः केशाकर्षणनिर्धूते गौरवामागमिष्यसि देव्युवाच एवमेतद्बली शुम्भो निशुम्भश्चातिवीर्यवान् किं करोमि प्रतिज्ञामि यदनालोचिता पुरा सत्त्वं गच्छमयोक्तं ते यदे तत्सर्वमादृतः तदा चक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्वन्तरे देवी माहात्म्ये श्रीजगदम्बार्पणमस्तु ॐ ॐ ध्यानम् ॐ नागाधीश्वरविष्टरां फणिफनोत्तं सोरुरत्नावली भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासितां मालाकुम्भकपालनीरजगरां चन्द्रार्धचूडां परां सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये ॐ ऋषिरुवाच इत्याकर्ण्यवचो देव्या सदूतोमर्षपूरितः समाचष्टसमागम्ये दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुररात्ततः सक्रोधप्राह दैत्यानामधिपं धूम्रलोचनं हे धूम्रलोचनाशुत्वं स्वसैन्यपरिवारितः तामानयबलाद्दुष्टां केशाकर्षणविह्वलां तत्परित्रा न दक्कश्चिद्यदिवोत्तिष्ठते परः सहं तव्योमरो वापि यक्षो गन्धर्व एव वा ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रं सदैत्यो धूम्रलोचनः मृतश्यष्ट्यादहत्रानामसुराणां द्रुतं ययौ सदृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिता जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः न चेत् प्रेत्याद्य भवती मद्भर्तारमुपैष्यति ततो बलान्नयाम्येषे केशाकर्षणविह्वला देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलदंवृतः बलान्नयति मामेवं ततः किं ते करोम्यः ऋषिरुवाच इत्युक्तः स्वोऽभ्यधावत्तामसुरो धूम्रलोचनः हुङ्कारेणैव तं भस्मे सा जगाराम्बिका ततः अथ क्रुद्धं महासैन्यमसुराणां तथा अम्बिका अवर्षदायकैस्तेष्णैस्तथा शक्तिपरश्वधैः ततोऽधुततटकोपात् कृत्वा नादं सुभैरवं पपादासुरसेनायां सिंहो देव्या स्ववाहनः कांश्चित्करप्रहारेण दैत्या नास्येन चापरान् आक्रम्य चाधरेणान्यान् स जघानमहादुरान् केषाञ्चित्पाटयामासे नखैः कोष्ठानि केसरी तथा तलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्नबाहुचिरदकृताद्नेन तथा परे पपौ च रुधिरं कोष्ठानन्येषां धृतकेतरः क्षणेन तद्बलं सर्वं क्षयन्नीतं महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनं बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः शुकोपदैत्याधिपतिः शुम्भप्रप्सुरिताधरः आज्ञापयामास च तु चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्डबलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा चे सा समानीयतां लघु केशेष्वाकृष्य बद्ध्वा वा यदि वसंचयो युधि तदा शेषायुधैः सर्वैरसुरैर्विनिहन्यताम् तस्यां हतायां दुष्टायां सिंहे च विनिपातिते शीघ्रमानम्यतां बद्ध्वा गृहे त्वा नामथाम्बिकाम् ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यसावर्णिके मन्मन्तरे देवीमाहात्म्ये श्रीजगदम्बार्पणमस्तु। ध्यानम् ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीं कल्हाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोत्पादिबालाम्। ॐ ऋषिरुवाच आज्ञप्तास्ते ततो दैत्याच्चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेतायुरभ्युद्यतायुधाः ददुशुस्ते ततो देवीमीषद्धातां व्यवस्थिता सिंहस्योपरि शैलेन्द्रे शृङ्गे महति काञ्चने ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः आकृष्टजापादिधरात्तथान्येतत्समीपगाः ततः कोपं जगारोच्चैरम्बिका दानरीं प्रति कोपेन चास्यावदनं महीवर्णमभूत्तदा भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्रुतं कालीकरालवदना विनिष्क्रान्तादिपाशिनी विचित्रखड्वाङ्गधरा नरमाला विभूषणा द्वीपिचर्मपरीधाना शुष्कमांसादिभैरवा अतिविस्तारवदना जिह्वालनभीषणा निमग्नारक्तनयना नादा पूरितदिङ्मुखा सा वेगेनाभिपतिता घातयं ते महासुरान् सैन्ये तत्र सुरारीणामभक्षेत तद्बलं पाष्णिग्राहाङ्कुशग्राही योधकण्डादमन्वितान् समादायिकहस्तेन मुखे चिक्षेपवारणान् तथैव योधं तुरगैरथं सारथिना सह निक्षिप्यवक्त्रे दशनैश्चर्वयं तिथिभैरवम् एकं जग्राहकेशेषु ग्रीवायामथ चापरं पादेनाक्रम्य जैवान्यमुरसान्यमपोथयत् तैर्मुक्तानि च शस्त्राणि महात्राणि तथा दुनैः मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलिनां तद्बलं सर्वमसुराणां दुरात्मनां ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा असिनानि हता केचित् केचित् खड्वाङ्गताडिताः जग्मुर्विनाशमसुरादन्ताग्राभिहतास्तथा क्षणेन तद्बलं सर्वमसुराणां निपातितं दृष्ट्वा चण्डोऽपि दुद्रावे ताङ्कालीमतिभीषणा शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः छादयामादुचक्रयेज्ये मुण्डः क्षिप्तैर्सहत्रजः तानि चक्राण्यनेकानि विषमानानि तन्मुखं बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ततो जहादातिरुषा भीमं भैरवनादिनि कालीकरालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहं देवी चण्डमधावता गृहीत्वा चास्य केशेषु शिरस्तेनाधिनाच्छिनत् अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डन्निपातितं तमप्यपादयद्भूमौ सा खड्गाभिहतं रुषा हतशेषं ततः सैन्यं दृष्ट्वा चण्डन्निपातितं मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् शिरज्जण्डद्य कालीजे गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहासमिश्रमभ्येऽप्य चण्डिका मया तवाद्रोपहृतो चण्डमुण्डो महापशु युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि। ऋषिरुवाच तावानीतो ततो दृष्ट्वा चण्डमुण्डो महासुरौ उवाच कालीं कल्याणी ललितं चण्डिकावचः यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवि भविष्यसि। ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्मन्तरे देवीमाहात्म्ये श्रीजगदम्बार्पणमस्तु। ॐ ध्यानम् ॐ अरुणां करुणातरङ्गिताक्षीं भृतपाजाङ्कुशबाणजापहस्ताम् अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम्। ॐ ऋषिरुवाच, चण्डे च निहते दैत्ये, मुण्डे च विनिपातिते, बहुलेषु च सैन्येषु क्षयिते श्वसुरेश्वरः, ततक्कोपपराधीनचेता शुम्भप्रतापवान्। उद्योगं सर्वसैन्यानां दैत्यानामादिदेशः, अद्य सर्वबलैर्दैत्या षडशीतिरुदायुधाः, कम्बूनां चतुरशीतिर्निर्यां तु स्वबलैर्वृताः, कोटिवीर्याणि पञ्चाशतसुराणां कुलानि वै शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया। कालकादौरुर्दामौर्व्या कालकेयात्तथा दुराः, युद्धाय तज्ज्ञा निर्यां तु आज्ञया त्वरिता मम। इत्याज्ञाप्यादुरपतिशुम्भो भैरवजातनः, निर्जगाममहादैन्यदहत्रैर्बहुभिर्वृतः, मायान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम्, यास्वनैः पूरयामाते धरणि गगनान्तरम्। ततः सिंहो महानादमतीव कृतवान् नृप, घण्टास्मनेन तन्नादमम्बिका चोपबृंहयत्, धनुर्जातिम्मघण्टानां नादा पूरिततिङ्मुखा, निनादैर्भीषणैः काली जिज्ञे विस्तारितानना। तन्निनादमुपश्रुत्ये दैत्यसैन्यैश्चतुर्दिशं देवी निम्मत्तता काली सरोषैः परिवारिताः। एतस्मिन्नन्तरे भूपे विनाशाय सुरद्भिषा, भवायामरसिंहानामतिवीर्यबलान्विताः, ब्रह्मेज गुहविष्णूनां तथेन्द्रस्य च शक्तयः, शरीरेभ्यो विनिक्रम्ये तद्रूपैश्चण्डिकां ययुः। यस्य देवस्य यद्रूपं यथा भूषणवाहनम्, तद्वदेव हि दच्छप्तिरसुरान् योद्धुमाययुं। हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः, आयाता ब्रह्मणशक्तिर्ब्रह्माणि साभिधीयते। माहेश्वरी वृषारूढा त्रिशूलवरधारिणि, महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा, कौमारी शक्तिहस्ता च मयूरवरवाहना, योद्धुमव्याययो दैत्यानम्बिका गुहरूपिणी, तथैव वैष्णवी शक्तिर्गरुडोपरिसंस्थिता, शङ्खचक्रगदाशार्ङ्गे खड्गहस्ताभ्युपाययु, यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः, शक्तिस्साप्याययौ तत्र वाराहीं बिभ्रति तनु, नारसिंही नृसिंहस्ये बिभ्रति सदृशं वपुः। प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः, वज्रहस्ता तथैवैन्द्रे गजराजोपरिस्थिता, प्राप्तादहत्र नयना यथा चक्रस्तथैव सा, ततः परिवृतस्ताभिरीशानो देवशक्तिभिः, अन्यं दामधुरा शीघ्रं मम प्रीत्याह चण्डिका, ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा। चण्डिका शक्तिरत्युग्रा शिवा चतनिनादिनी, सा चाह धूम्रजटिलमीशानमपराजिता, दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः, ब्रूहि शुम्भं निशुम्भं चे दानवावतिगर्वितो, ये चान्ये दानवात्तत्रे युद्धाय तमुपत्थिताः। त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः, यूयं प्रयात पातालं यदि जीवितुमिच्छत, बलावले पादत चेत् भवन्तो युद्धकाङ्क्षिणः, तदा गच्छत तृप्यं तो मच्छिवाप्पिशिते नवः। यतो नियुक्तो दौत्येने तया देव्या शिवस्वयं, शिवदूतीति लोकेऽस्मिन् ततः साख्यातिमागता, तेऽपि श्रुत्वा वचो देव्या शर्वाख्यातुं महासुराः, अमर्षा पूरिता जग्मुर्यत्र कात्यायनी स्थिता। ततः प्रथममेवाग्रे शरशतृष्टिवृष्टिभिः ववर्षरुद्धतामरिडास्तां देवीममरारयः, सा च तान् प्रहितान् बाणान् शूलशक्तिपरश्वधान्, चिच्छेदलीलयात्मात् धनुर्मुक्तैर्महेषुभिः, तस्याग्रदत्तदागाली शूलपादविदारितान्, खड्वाङ्गपोदितां चारीं कुर्वती व्यचरत्तदा, कमण्डलुजलाक्षेपहतवीर्यान्नतोजसः, ब्रह्माणि जागरोच्छत्रून् येन येन स्मधावति माहेश्वरी त्रिशूलेने तथा चक्रेण वैष्णवी दैत्याङ्गघानकौमारी तथा शक्त्यादिकोपना ऐन्द्रीकुलिशपादेने शतशो दैत्यदानवाः पेतुर्विदारिता पृथ्व्यां रुधिरौहप्रवर्षिणः तुण्डप्रहारविध्वस्तादमिष्ट्राग्रक्षतवक्षसः वाराहमूर्त्यान्यपदं चक्रेण च विदारिताः नखैर्विदारितां चान्यान् भक्षयन्ती महासुरान् नारसिंही चाराजो नादापूर्णदिगम्बरा चण्डाड्डादेरसुरा शिवदूत्यभिदूषिताः फेदुपृथिव्यां पतितां स्तांश्च घादात् सा तदा इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् दृष्ट्वाभ्युपायैर्विविधैर्नेषुर्देवादिसैनिकाः पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् योद्धुमभ्याययो क्रुद्धो रक्तबीजो महासुरः रक्तमिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्यां तत्प्रमाणत्तदासुरः युधेदगदा पाणिनिन्द्रशक्त्या महासुरः ततश्चैन्द्रे स्ववज्रेणे रक्तबीजमताडयत् कुलिशेनाह तस्यादो बहुसुस्रावशोणितं समुत्तस्तुत्ततो योधात्तद्रूपात्तत्पराक्रमाः व्यावन्तःपतितास्तस्य शरीराद्रक्तबिन्दवः तावन्तःपुरुषा जातात्तद्वीर्यबलविक्रमाः तेजापि युधुस्तत्रे पुरुषा रक्तसम्भवाः समं मातृभिरत्युग्रे शस्त्रपादादिभीषण पुनश्च वज्रपातेन क्षतमस्य शिरोजदा मवाहरक्तं पुरुषात्ततो जाता सहस्रशः वैष्णवी समरे चैनं चक्रेणाभिजघानः गदया ताडयामास ऐन्द्रीतमसुरेश्वरं वैष्णवीचक्रभिन्नस्य रुधिरत्रावसम्भवैः सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः शक्त्या जघानकौमारी वाराही च तथादिना माहेश्वरी त्रिशूलेने रक्तबीजं महासुरम् स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् मातृ कोपदमाविष्टो रक्तबीजो महासुरः तस्याः तस्य बहुधा शक्तिशूलादिभिर्भुवि पपातयो वै रक्तोघस्तेनादञ्चतदोऽसुराः तयेत्यादुरादृक्सम्भूतैरसुरैः सकलं जगत् व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् तान्विषण्णान् सुरां दृष्ट्वा चण्डिका प्राहसत्वरा उवाचकालीं चामुण्डे विस्तीर्णं वदनं कुरु मच्छस्त्रपातः सम्भूतान् रक्तबिन्दून्महादुरान् रक्तबिन्दोप्रतीच्छत्नुं वक्त्रेणानेन वेगिना भक्षयन्ती च रणे तदुत्पन्नान्महादुरान् एवमेष क्षयं दैत्यक्षीणरक्तो गमिष्यति भक्ष्यमाना त्वया चोग्राणचोत्पत्स्यन्ति चापरे इत्युक्त्वा तां ततो देवी शूलेनाभिजगानतं मुखेन कालीजगृहे रक्तबीजस्य शोनितं ततो सा वाजघानाथे गदया तत्र चण्डिका न चास्यावेदनाञ्चक्रे गदा पातोऽल्पिकामपि तस्या हतस्य देहात्तु बहुदुत्रावशोणितम् यतस्ततस्तद्वक्त्रेणे चामुण्डा सम्प्रतीच्छति मुखेदमुद्गतायेत्या रक्तपातान्महासुराः तांश्च गादात् चामुण्डा पपौ तस्य च शोनितं देवी शूलेन वज्रेणे बाणैरसिभिरिट्टिभिः जघानरक्तबीजन्तं चामुण्डापीतशोनितं सपपातमही पृष्ठे शस्त्रसङ्गतमाहतः नीरक्तश्च महीपाले रक्तबीजो महासुरः ततस्ते हर्षमतुलमवापुस्तृतशा नृप तेषां मातृगणो जातो ननर्ता संवदोद्धतः स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यसावर्णिके मन्वन्तरे देवी माहात्म्ये श्रीजगदम्बार्पणमस्तु ध्यानम् ॐ बन्धूककाञ्चननिभमरुचिराक्षमाला पाशाङ्कुशौ च वरदां निजबाहुदण्डैः बिभ्राणमिन्दुशकलाभरणं त्रिणेत्रम् अर्धाम्बिकेशमनिजं वपुराश्रयामि ॐ राजोवाच विचित्रमिदमाख्यातं भगवन् भवता मम देव्याचरितमाहात्म्यं रक्तबीजवधाश्रितं भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते चकारशुम्भो यत्कर्मेण शुम्भश्चाधिकोपनः ऋषिरुवाच चकारकोपमतुलं रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्चेहते श्वण्येषु चाहवे हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् अभ्यदावन्निशुम्भोऽथ मुख्यया सुरसेनया तस्याग्रतस्तदा पृष्टे पार्श्वयोश्च महासुराः सन्दष्टौष्ठपुटा क्रुद्धा हन्तुं देवीमुपाययुः आजगाम महावीर्यः शुम्भो विश्वबलैर्वृतः निहन्तुं चण्डिकां गोपात् कृत्वा युद्धं तु मातृभिः ततो युद्धमतीवासीत् देव्या शुम्भनिशुम्भयोः शरवर्षमतीवोऽग्रं मेघयोरिव वर्षतोः चिच्छेदात्ताञ्चरांस्ताभ्यां चण्डिका स्वशरोत्करैः ताडयामादजाङ्गेषु शस्त्रुभैरसुरेश्वरं निशुम्भो निशितं खड्गं चर्मजादाय सुप्रभं हताडयन्मूर्ध्निसिंहं देव्या वाहनमुत्तमं ताडिते वाहने देवी क्षुरप्रेणादिमुत्तमं निशुम्भद्यादु चिच्छेदे चर्मजाप्यष्टचन्द्रकं छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेपदोऽसुरः कामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागता कोपात्मातो निशुम्भोऽथ शूलं जग्राहदानवः आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् आविद्यातगतां सोऽपि चिक्षेपचण्डिकां प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता तदपरजुहस्तन्तम् आयान्तं दैत्यपुङ्गवम् आहत्य देवी बालोभैरपातयत भूतले तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रातरयतीव सङ्क्रुद्धप्रययो हन्तुमम्बिका सरथस्थस्तथाप्त्युच्चैर्गृहीतपरमायुधैः भुजैरट्टाभिरतुलैर्व्याप्या चेषं बभूनभः तमायान्तं समालोक्य देवी शङ्खमवादयत् ज्याशब्दं चापि धनुणच्चकारातीव दुःसहं पूरयामास ककुभो निजघण्टास्मनेन च समस्तदैत्यसैन्यानां तेजोवधविदायिना ततः सिंहो महानादैस्त्याजितेभ महामदैः पूरयामात गगनं गां तथैव दिशो दशा ततः काली समुत्पत्य गगनमक्ष्मामताडयत् कराभ्यां तन्निनादेन प्राक्स्मनास्ते तिरोहिताः अट्टाट्टादमदिवं शिवदूती चकारः तैः शब्दैरदुरात्रे दुःशुम्भकोपं परं ययौ दुरात्ममुत्तिष्ठतिष्ठेति व्याजहाराम्बिका यदा तदा जयेत्यभिहितं देवी रागाजनं स्थितैः शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा आयान्तीवन्निकूटाभादानिरस्तामहोल्कया सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् निर्घातनिस्मनो घोरो जितवानमनीपते शुम्भमुक्ताञ्छरां देवी शुम्भस्तत्प्रहिताञ्छरान् चिच्छेदस्वशरैरुग्रैः शतशोधदहत्रजः ततः सा चण्डिका क्रुद्धा शूलेनाभिजघानतं सतदाभिहतो भूमौ मूर्च्छितो निपपातः ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः आजघानचरैर्देवीं कालीं केसरिणं तथा पुनश्च कृत्वा बाहूनामयुधं तनुजेश्वरः चक्रायुधेन तितिदश्चादयामास चण्डिका ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनि चिच्छेदतानि चक्राणि सुसरैः सायगामिच्च तान् ततो निशुम्भो वेगेन गदा मादाय चण्डिका अभ्यदावत वैहन्तुं दैत्यसेनादमावृतः तस्यापतत एवाजु गदां चिच्छेदचण्डिका खड्गेण चितधारेण स च शूलं समाददे शूलहत्तं समायान्तं निशुम्भमरार्दनं हृदि विव्याधशूलेन वेगाविद्धेन चण्डिका भिन्नत्यदत्तशूलेन हृदयान्निसृतोपरः महाबलो महावीर्यद्दिट्टेति पुरुषो वदन् तस्य निष्क्रामतो देवी प्रहस्य सुनवत्ततः शिरच्चिच्छेदखड्गेन ततो सापपतद्भुवि ततः सिंहच्च खादोऽग्रं दमिट्राक्षुण्णशिरोदरान् असुरान् तां तदा कानी शिवदूती तथा परान् कौमारीशग्निर्भिन्ना केचिन्नेषुर्महासुराः ब्रह्माणी मन्त्रभूतेने तो येनान्ये निराकृताः माहेश्वरी त्रिशूलेने भिन्ना पेतुस्तथा परे वाराही कुण्डघातेने केचिच्चूर्णीकृता भुवि खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः वज्रेण चैन्द्रियहस्ताग्रविमुक्तेन तथा परे केचिद्विनेशुरसुरा केचिन्नट्टा महाहवात् भक्षिताच्चापरे काली शिवदूती मृगाधिपैः ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्वन्तरे देवी माहात्म्ये श्रीजगदम्बार्पणमस्तु। ॐ ॐ ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्निनेत्रां धनुश्शरयुताङ्कुशपाशशूलं रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्। ॐ ऋषिरुवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंहितम् अन्यमानं बलञ्जैव शुम्भक्रुद्धो ब्रवीद्वजः बलावले पाद्दुष्टेत्नुं मा दुर्गे गर्वमावह अन्यासां बलमाश्रित्य युध्यते यादिमानिनि। देव्युवाच एकैवाहं जगत्यत्र द्वितीया काममापरा पश्यीदादुष्टमय्येव विषं च मद्विभूतया ततः समर्दात्ता देव्यो ब्रह्माणि प्रमुखालयं तस्या देव्यात्मनौ जग्मुरेकैवासीत्तदाम्बिका। देव्युवाच अहं विभूत्या बहुभिरिहरूपैर्यदा स्थिता तत्संमृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव। ऋषिरुवाच ततः प्रववृते युद्धं देव्या शुम्भस्य चोभयोः पश्यतां सर्वदेवानामधुराणां च दारुणं शरवर्णैश्चित्रैस्तथात्रैश्चैव दारुणैः तयोर्युद्धमभूत् भूयः सर्वलोकभयङ्करम् दिव्यान्यस्त्राणि शतशो मुमुचेयान्यथाम्बिका बभञ्जतानि दैत्येन्द्र तत्प्रतिघातकर्तृभिः मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरि बभञ्जलीलयैवोग्रहुङ्कारोच्चारणादिभिः ततः शरशतैर्देवीमाच्छादयतसोऽसुरः सापि तत्कुपिता देवी धनुच्छिच्छेदचेषुभिः छिन्ने धनुटिदैत्येन्द्र तथा शक्तिमथा ददे चिच्छेददेवी चक्रेणे तामप्यस्य करे स्थिता ततः खड्गमुपादाय शतचन्द्रं च भानुमत् अभ्यदावत्तदा देवीं दैत्यानामधिपेश्वरः तस्यापतत एवाशु खड्गं चिच्छेदचण्डिका धनुर्मुक्तैश्चितैर्बाणैश्चर्मचार्ककरामलं हताश्वस्त तदा दैत्यच्छिन्नदन्वाविदारथिः यग्राहमुद्गरं घोरमम्बिकानि धनोद्यतः चिच्छेदापतदत्तस्य मुद्गरं निशितैश्वरैः तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् समुष्टिं पातयामादे हृदये दैत्यपुङ्गवः देव्यात्मञ्जापि सा देवी तलेनोरस्य ताडयत् तलप्रहाराभिहतो निपपातमहीतले स दैत्यराजत्वहदा पुनरेव तथोत्थितः उत्पत्य च प्रगह्योच्चैर्देवीं गगनमात्थितः तत्रापि तानि राधारायुधे तेन चण्डिका नियुद्धं खेतदा दैत्यचण्डिका च परस्परं चक्रतुप्रथमं सिद्धमुनिविस्मयकारकं ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिकादः उत्पात्य भ्रामयामासे चिक्षेपधरणीतले सक्षिप्तो धरणीं प्राप्ये मुष्टिमुद्यम्य वेगितः अभ्यदावत दुष्टात्मा चण्डिका निधनेच्छया तमायान्तं ततो देवी सर्वदैत्यजनेश्वर जगत्यां पातयामासे भित्त्वा शूलेन वक्षसि सकदादुपपादोर्व्यां देवी शूलाग्रविक्षतः चालयन् सकलां पृथ्वीं साध्विद्वीपां सपर्वतां तदप्रसन्नमखिलं हते तद्मिन्दुरात्मनि जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः उत्पातमेघा स्वोलुकाये प्रागासंस्ते शमं ययुः सरितो मार्गवाहिन्यत्तदाधुं तत्र पातिते ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभूवुर्मिह देवस्मिन् गन्धर्वा ललितं जगुः अवादयंस्तथैवान्येन नु दुश्चाप्सरोगणाः वपुः पुण्यात्तदा वादा सुप्रभो भूद्दिवाकरः जज्ज्वलुश्चाग्नयः शान्ताः शान्तादिज्ञनितस्वनाः स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्वन्तरे देवीमाहात्म्ये श्रीजगदम्बार्पणमस्तु। ॐ ध्यानम् बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्तां स्मेरमुखीं वरदां कुशपाजा भीतिकरां प्रभजे भुवनेशीं। ॐ ऋषिरुवाच देव्या हते तत्र महासुरेन्द्रे सेन्द्रासुरावह्निपुरोगमास्तां कात्यायनीं तुष्टुवरिट्टलाभाद्विकाशिवक्त्राब्जविकाशिताशाः देवि प्रपन्नार्तिहरे प्रसीद प्रसीदमातर्जगतोऽखिलस्य प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य आधारभूता जगदत्वमेका महीस्वरूपेण यतस्थितासि अपां स्वरूपस्थितया त्वयि तदाप्यायते कृत्स्नमलङ्घ्यवीर्ये त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया सम्मोहितं देवितमत्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः विद्यात्तमत्तात्तपदे विभेदात्रयत्तमत्तात्तकला जगत्सु त्वयिकया पूरितमं वये तत्काते स्तुतिस्तव्यपरापरोक्तिः सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी त्वं स्तुतात्तुत एका वा भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेणे जनत्य हृदिदं स्थिते स्वर्गापवर्गदे देवी नारायणि नमोऽस्तु ते कलाकाष्ठादिरूपेणे परिणामप्रदायिनि विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि गुणाश्रये गुणमये नारायणि नमोऽस्तु ते शरणागतदीनार्ते परित्राणपरायणे सर्वस्यार्तिहरे देवी नारायणि नमोऽस्तु ते हंसयुक्तविमानस्थे ब्रह्माणि रूपधारिणि कौशाम्बहक्षरिके देवी नारायणि नमोऽस्तु ते त्रिशूलजं राहिदरे महावृषभवाहिनि माहेश्वरीत्वरूपेणे नारायणि नमोऽस्तु ते मयूरकुक्कुटवृते महाशक्तिधरे नघे कौमारीरूपदंस्थाने नारायणि नमोऽस्तु ते शङ्खचक्रगदाशार्ङ्गे गृहीतपरमायुधे प्रसीदवैष्णवीरूपे नारायणि नमोऽस्तु ते गृहीतोऽग्रमहाचक्रे दमिष्ट्रोद्धृतवसुन्धरे वराहरूपिणि शिवे नारायणि नमोऽस्तु ते नृसिंहरूपे नोऽग्रेणे हन्तुं दैत्यान् कृतोद्यमे त्रैलोक्यत्रानदहिते नारायणि नमोऽस्तु ते किरीटिनि महावज्रे दास्ननयनोज्ज्वले वृत्रप्राणहरे चैन्द्री नारायणि नमोऽस्तु ते शिवदूतीस्वरूपेणे हतदैत्यमहाबले घोररूपे महारावे नारायणि नमोऽस्तु ते दमिट्राकरालवदने शिरोमालाविभूषणे चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते लक्ष्मीलज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे महारात्रिमहाविद्ये नारायणि नमोऽस्तु ते मेधे धरस्वतिवरे भूतिबाभ्रवितामसि नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवी दुर्गे देवि नमोऽस्तु ते। एतत्ते वदनं सौम्यं लोचनत्रयभूषितं पातु नः सर्वभीतिभ्यः कात्यायणि नमोऽस्तु ते ज्वालाकरालमत्युग्रमशेषासुरसूदनं त्रिशूलं पातु नो भीतेर्भद्रकाली नमोऽस्तु ते हिनस्तिदैत्यतेजांसि स्वनेना पूर्यया जगत् सा घण्टा पातु नो देवी पापेभ्यो नः सुतानिव असुरादृग्वसा पङ्के चर्चितस्ते करोज्ज्वलः शुभाय खड्गो भवतु चण्डिके त्वां नता वयं रोगान् शेषानपहमुदिदुट्टारुट्टादु कामान् सकलानभीष्टान् त्वामाश्रितानां न विपन्नराणां त्वामाश्रिताह्याश्रयतां प्रयान्ति ये तत्कृतं यत्कथनं त्वयाद्यधर्मद्विषां देवि महासुराणां रूपैरनेकैर्बहुधात्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति गान्या विद्यादुशास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च का त्वदन्या मम त्वकर्तेति महान्धकारे विभ्रामयत्येतदतीव विश्वं रक्षांसि यत्रोग्रविराजनागा यत्रारयोदस्यु बलानि यत्र दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपाति विश्वं विश्वेश्वरि त्वं परिपाति विश्वं विश्वात्मिका धारयसीति विश्वं विश्वेशमन्द्या भवति भवन्ति विश्वाश्रयाये त्वयि भक्तिनम्राः देवि प्रसीदपरिपालयनोरिभीतेर्नित्यं यथा सुरवधादधुनैव सद्यः पापाणि सर्वजगतां प्रशमं नयाशु उत्पादपाकजनितां च महोपसर्गान् प्रणतानां प्रसीदत्वं देवि विश्वार्तिहारिणि त्रैलोक्यवादिनामीड्ये लोकानां वरदा भवा देवि उवाच वरदाहं सुरगणा वरं यन्मनसेच्छथ तं ऋणुध्वं प्रयच्छामि जगतामुपकारकं देवा ऊचुः सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि एवमेव त्वया कार्यमस्मद्वैरिविनाशनं देवि उवाच वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे शुम्भो निशुम्भच्चैवान्या उत्पत्स्येते महासुरौ नन्दगोपगृहे जाता यशोदा गर्भसम्भवा ततस्तौ नाजयिष्यामि विन्ध्याजननिवादिनि पुनरप्यतिरौद्रेणे रूपेण पृथिवीतले अवतीर्यानिष्यामि वै प्रजित्तां तु दानवान् भक्षयन्त्याज्य दानुग्रान् वै प्रजित्तान् महासुरान् रक्तानन्दा भविष्यन्ति दानिवी कुसुमोपमाः ततो मां देवता स्वर्गे मर्त्यलोके च मानवाः त्वं तो व्याहरिष्यन्ति सततं रक्तदन्तिका भोजच्च शतवार्षिक्या मना वृष्ट्या मनम्भसि मुनिभित्तमुद्दुता भूमौ सम्भविष्याम्ययो निजा ततश्शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् कीर्तयिष्यन्ति मनुजा शताक्षीमिति मां ततः ततोऽहमखिलं लोकम् आत्मदेहदमुद्भवैः भरिष्यामि सुराशाकैरावृष्टे प्राणधारकैः शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि तत्रैव च वधिष्यामि दुर्गमाख्यं माधुरं दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले रक्षां त्रिपक्षयिष्यामि मुनीनां प्राणकारणात् तदा मां मुनयः सर्वे स्तोष्यं ज्ञानं रमूर्तयः भीमादेवीति विख्यातं तन्मे नाम भविष्यति यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति तदाहं भ्रामरं रूपं कृत्वा सङ्ख्ये षट्पदं त्रैलोक्यस्य हितार्थाय वदिष्यामि महातुरं भ्रामरीति च मां लोकात् तदा तोष्यन्ति सर्वदा इत्थं यदा यदा बाधा दानवोत्था भविष्यति तदा तदावतीर्याहं करिष्याम्यरिसमक्षयम् ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्वन्तरे देवीमाहात्म्ये श्रीजगदम्बार्पणमस्तु ॐ ध्यानं विद्युद्दामधमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलधस्ताभिरासेविताम् हस्तैश्चक्रगदादिकेटविशिकां चापं गुणं तर्जनीं बिभ्रानामलनात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॐ देवि उवाच येभिस्तवैश्च मां नित्यं स्तोष्यते यः समाहितः तस्याहं सकलां बाधां नाचयिष्याम्यदंशयं मधुकैटपनाशं च महिषासुरघातनम् कीर्तयिष्यन्ति एतद्वद्वधं शुम्भनिशुम्भयोः अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः श्रोष्यं द्विजैव ये भक्त्या मम माहात्म्यमुत्तमम् न तेषां दुष्कृतं किञ्चित् दुष्कृतोत्था न चापदः भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् शत्रुतो न भयं तस्येदस्युतो वा न राजतः न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति तस्मान्ममैदन्माहात्म्यं पठितव्यं न माहितैः श्रोतव्यञ्च सदा भक्त्या परं स्वस्य यनं हि तत् उपसर्गान् चेडामतो महामारी समुद्भवान् तथात्रविधमुत्पादं माहात्म्यं क्षमयेन्मम यत्र हि तत्पठ्यते सम्यक् नित्यमायतने मम सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितं बलिप्रदाने पूजायामग्निकार्ये महोत्सवे सर्वं ममैतच्चरितम् उच्चार्यं श्राव्यमेव च जानता जानता वापि बलिपूजां तथा कृता प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतं शरत्काले महापूजा क्रियते याजवार्षिकी तस्यां ममैदन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः सर्वा बाधामि निर्मुक्तो धनधान्यसुतान्वितः मनुष्यो मत्प्रसादेणे भविष्यति न संशयः श्रुत्वा ममैदन्माहात्म्यं तथा चोत्पत्तयः शुभाः पराक्रमञ्च युद्धेषु जायते निर्भयः पुमान् रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते नन्दतेजकुलं पुंसां माहात्म्यं मम शृण्वता शान्तिकर्मणि सर्वत्रे तथा दुःस्वप्नदर्शने गृहपीडासु चोग्रासु माहात्म्यं शृणुयान् मम उपसर्गाश्रमं यान्ति गृहपीडाच्च दारुणाः दुःस्वप्नञ्जन भृद्दृष्टं सुस्वप्नमुपजायते बालग्रहाभिभूतानां बालानां शान्तिकारकं सङ्घातभेदे जनर्णां मैत्रीकरणमुत्तमं दुर्वृत्तानामशेषानां बलहानिकरं वरं रक्षोभूतपिशाचानां पठनादेव नाशनं सर्वं ममीदं माहात्म्यं मम सन्निधिकारकं पशुपुष्पार्घ्यधूपैश्चे गन्धदीपैस्तथोत्तमैः विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्णिशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेणया प्रीतिर्मे क्रियते दात्मिन् सकृत्सुचरिते श्रुते श्रुतं हरति पापानि तथा रोग्यं प्रयच्छति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धेषु जनितं यन्मे दुष्टदैत्यनिवर्हणम् तस्मिञ्च्छ्रुते वैरिकृतं भयं पुंसां न जायते युष्माभिस्तुतयो याश्च ब्रह्मऋषभिः कृताः ब्रह्मणा च कृतात्तात्त्वप्रयच्छन्ति शुभां मतिम् अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः दस्युभिर्वावृतः शून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्रानुयातो वा वने वा मनहस्तिभिः राज्ञा क्रुद्धेन जाज्ञप्तो बध्यो बन्धगतोऽपि वा आघोर्णितो वा वातेन स्थितपोते महार्णवे पतत्सु चापि शत्रेषु सङ्ग्रामे भृजदारुणी सर्वा बाधासु घोरासु वेदनाभ्यर्थितोऽपि वा स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् मम प्रभावात् सिंहाद्यादस्यवो वैरिणस्तथा दूरादेव पलायन्ते स्मरतश्चरितं मम ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा पश्यतामेव देवानां तत्रैवान्तरधीयता तेऽपि देवानिरातङ्का स्वाधिकाराण्यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्मिनिहतारयः दैत्याच्च देव्या निहते शुम्भे देवरिपुंयुधि जगद्विध्वंसि निदत्मिन्महोऽग्रे तुलविक्रमे निशुम्भे च महावीर्ये शेषा पातालमाययुः एवं भगवती देवी सा नित्यापि पुनः पुनः सम्भोजगुरुते भूपे जगतः परिपालनं तैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते सा याचिता च विज्ञानं तुष्टारुद्धिं प्रयच्छति व्याप्तुं तैतत्सकलं ब्रह्माण्डं मनुजेश्वरा महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव दृष्टिर्भवत्यजा स्थितिं करोति भूतानां सैव काले सनातनी भवकालेन नाम सैवे लक्ष्मीर्वृद्धिप्रदा गृहे सैवाभावे तथा लक्ष्मीर्विनाशायोपजायते सुदातं पूजिता पुष्पैर्धूपगन्धादिभिस्तथा ददाति वित्तं पुत्रां च मतिं धर्मे गतिं शुभा ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावरणिके मन्वन्तरे देवीमाहात्म्ये श्रीजगदुम्बार्पणमस्तु ध्यानं बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनां पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॐ ऋषिरुवाच एतत्ते कथितं भूपे देवी माहात्म्यमुत्तमम् एवं प्रभावा सा देवी ययेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेव वैश्यश्चे तथैवान्ये विवेकिनः मोह्यं ते मोहिताश्नैवे मोहमेष्यं द्विजापरे तामुपैहि महाराजे शरणं परमेश्वरीम् आराधिता तैव नृणां भोगस्वर्गापवर्गदा मार्कण्डेयमुवाच इति तस्य वच श्रुत्वा दुरथः स नराधिपः प्रणिपत्य महाभागं तमृषिं दंशितपुरतं निर्विण्णोति ममत्वेन राज्यापहरणेन च जगाम सद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बाया नदीपुलिनदंस्थितः स च वैश्यत्तपत्तेऽपि देवी सूक्तं परञ्जपन् तौ तद्मिन्पुलिने देव्या कृत्वा मूर्तिं महीमयीम् अर्हणां चक्रतुस्तस्या पुष्पधूपाग्नितर्पणैः निराहारो यदाहारो तन्मनस्को समाहितो ददतुस्तो बलिं चैवे निजगात्रा सुभुक्षितम् एवं समाराधयतो स्त्रिभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षं प्राहचण्डिका देव्युवाच यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् मार्कण्डेय उवाच ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि अत्रैव च निजं राज्यं हतशत्रुबलं बलात् सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानतः ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् देव्युवाच स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् हत्वा रिपूनस्खलितं तव तत्र भविष्यति मृतश्च भोजः सम्प्राप्ये जन्मदेवाद्विवस्वतः सावर्णिको नाम मनुर्भवान् भुवि भविष्यति वैश्यवर्यत्वयायश्च वरोऽस्मत्तोऽभिवाञ्छितः तं प्रयच्छामि संसिद्धि तव ज्ञानं भविष्यति मार्कण्डेयमुवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरं बभूवां तर्हि दा सद्यो भक्त्या ताभ्यामभिष्टुता एवं देव्या वरं लब्ध्वा सुरसः क्षत्रियर्षभः सूर्याज्जन्मसमासाद्ये सावर्णिर्भविता मनुः एवं देव्या वरं लब्ध्वा सुरसः क्षत्रियर्षभः सूर्याज्जन्मसमासाद्ये सावर्णिर्भविता मनुः क्लीं ॐ स्वस्ति श्रीमार्कण्डेयपुराणे सूर्यदावर्णिके मन्वन्तरे देवीमाहात्म्ये श्रीजगदुम्बार्पणमस्तु अथ हृदयादिन्यासः ॐ खग्निनी शूलिनी घोरागदिनी चक्रिणी तथा शङ्खिनी जापिनी बाणभुशुण्डी परिघायुधा हृदयाय नमः ॐ शूलेन पाहि नो देवी पाहि खड्गेन जाम्बिके घण्टास्वनेन न पाहि जापज्यानि स्वनेन च शिरसे स्वाहा ॐ प्राच्यां रक्षप्रतीच्यां च चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वनि शिखायैव षट् ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि जात्यर्थघोराणि तैरक्षास्मां तथा भुवं कवचायहुम् ॐ खड्गशूलगदानीनि यानि जात्राणि दैम्बिके करपल्लवसङ्गीनि तैरत्मान् रक्ष सर्वतः नेत्रत्रयाय वौषट् ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्ताहिनो देवि दुर्गे देवि नमोऽस्तु ते अस्त्राय फट् भूर्भुवस्सुवरो इति दिग्विमोघः ध्यानम् ॐ विद्युद्दामनमप्रभां मृगपतिस्कन्धस्थितां भीषणा कन्याभिक्करबालखेटमिलदत्तस्ताभिरादेविता हस्तैश्चक्रगदादिखेटविशिकां चापं गुणं तर्जनीं बिभ्रानामलनात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॐ लं पृथिव्यात्मिकायै गन्धं कल्पयामि हं आकाशात्मिकानि पुष्पाणि पूजयामि यं वायुवात्मिकानि धूपमाघ्रापयामि रम्मज्ञात्मिकानि दीपं दर्शयामि मम अमृतात्मिकानि अमृतं निवेदयामि संसर्वात्मिकानि नमस्तोपचारान् समर्पयामि ॐ अथ ऋग्वेदोक्तं देवी सूक्तम् ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता द्वितीयाया ऋचो जगति शिष्टानां दृष्टुच्छन्दः देवीमाहात्म्यपाठे विनियोगः ध्यानम् ॐ सिंहस्था शशिशेखरा मरकतप्रख्येच्चतुर्भिर्भुजैः शङ्खं चक्रधनुश्शरां च दधति नेत्रैस्त्रिभिशोभिता आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यीरुतविश्वदेवैः अहं मित्रावरुणो बाभिभर्म्यहमिन्द्राग्नी अहमश्विनो भा अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुतभूषणं भगम् अहं दाधामिद्रवीणं हविष्माते सुप्राव्ये यजामानाय संवते अहं राष्ट्री सङ्गमानी वसूनाञ्जिकितुषी प्रथमा यज्ञियानां तां मा देवाव्यादधुःपुरुत्रा भूरिस्थात्रा भूर्या वेशयन्ति मया सो अन्नामत्ययो विपश्याति य प्राणीति ययीं शृणोत्युक्ताम् अमन्तवो मां तव पक्षयन्ति श्रुति श्रुतश्रद्धिमन्ते वदामि अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः यं कामयेतं तामुग्रं क्रेणोमिदं ब्रह्मानन्दमृषिन्तं सुमेधा अहं रुद्राय धनुराता नोमि ब्रह्मद्विशेषरा वेहं तवावु अहञ्जनाय समदं कृणोम्यहं द्यावा पृथिवी आवीवेशा अहं सुवे पितरामस्य मूर्धन्ममयोनीरप्स्वा अन्तःसमुद्रे ततो वितिष्ठे भुवनानुविश्वदामूम्ब्यां वर्ष्मणोपत्प्रजामि अहमेव वाता इव प्रवाम्यारभामाना भुवानानि विश्वा परो दिवा परयेना पृथिव्यै धावातीमहिना सम्बाभूवा इति ऋग्वेदोक्तं देवी सूक्तं सम्पूर्णं ॐ अथ प्राधानिकं रहस्यम् ॐ अस्य श्री सप्तशतीरहस्यत्रयस्य नारायणऋषिः अनुष्टुप् छन्दः श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे विनियोगः राजोवाच भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि आराध्यं यन्मया देव्या स्वरूपं येन च द्विजा विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ऋषिरुवाच इदं रहस्यं परमम् अनाख्येयं प्रचक्षते भक्तोऽसीति न मे किञ्चित् तवा वाच्यं नराधिप सर्वस्याद्या महालक्ष्मी त्रिगुणा परमेश्वरी लक्ष्यालक्ष्यत्वरूपादा व्याप्य कृत्स्नव्यवस्थिता मातुलिङ्गं गदां खेटं बाणपात्रं च बिभ्रति नागं लिङ्गं च योनिं च बिभ्रति नृपमूर्धनि तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा शून्यं तदखिलं स्वेन पूरयामास तेजसा शून्यं तदखिलं लोकं विलोक्य परमेश्वरी बभार परमं रूपं तमसा केवले नहि सा भिन्नाञ्जन सङ्काजादमिट्राङ्कितवदानना विशालोचना नारी बभूवतनुमध्यमा खड्गपात्रशिरखेटैरलङ्कृतचतुर्भुजा कबन्धहारं शिरसा बिभ्राणाहि शिरस्रजं सा प्रोवाजमहालक्ष्मीं तामसी प्रमदोत्तमा नामकर्मज मे माता देहि तुभ्यं नमो नमः तां प्रोवाजमहालक्ष्मी तामसीं प्रमदोत्तमां ददामि तव नामानि यानि कर्माणि तानि ते महामाया महाकाली महामारी क्षुधातृषा निद्रातृष्णा जैगवीरा कालरात्रिर्दुरत्यया इमानि तव नामानि प्रतिपाद्यानि कर्मभिः येभिः कर्माणि ते ज्ञात्वा योधीते सोऽश्नुते सुखं तामित्युक्त्वा महालक्ष्मी स्वरूपमपरं नृप सत्त्वाख्येनातिशुद्धेने गुणेनेन्दुप्रबन्धधौ अक्षमालाङ्कुशधरा वीणा पुस्तकधारिणि सा बभूववराणानि नामान्यस्यी च सा ददौ महाविद्या महावाणी भारती वाक् सरस्वती आर्या ब्राह्मी गामधेनुर्वेदगर्भा च धीश्वनि अथोवाच महालक्ष्मीर्महागालीं सरस्वतीं युवां जनयतां देव्यो मिथुने स्वानुरूपतः इत्युक्त्वा ते महालक्ष्मी ससर्ज मिथुनं स्वयं हिरण्यगर्भौरुचिरौ स्त्रीपुंसौ कमलासनौ ब्रह्मन्विधे विरिञ्चेति धातरित्याह तन्नरं श्रीपद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियं महाकाली भारती चे मिथुने सृजतः सः एतयोरपि रूपाणि नामानि च वदामि ते नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरं जनयामास पुरुषं महाकाली सितां स्त्रियं सरुद्रशङ्करस्थानुः कपर्दी च त्रिलोचनः त्रिविद्याकामधेनुस्सा स्त्रीभाषाक्षरात्वरा सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृपा जनयामादनामानि तयोरपि वदामि ते विष्णुकृष्णो हृषीकेशो वासुदेवो जनार्दनः उमागौरी सती चण्डी सुन्दरी सुभगा शिवा एवं युवतयः सद्य पुरुषत्वं प्रपेदिरे चक्षुष्मन्तो नु पश्यन्ति नेतरे तद्विदो जनाः ब्रह्मणे प्रददौ पत्नीं महालक्ष्मी नृपत्रयीं रुद्राय गौरीं वरदां वासुदेवाय च श्रियं स्वरयादः सम्भूये विरिञ्चोण्डमजी जनत् बिभेद भगवान् रुद्रः तद्गौर्यादः वीर्यवान् अण्डमध्ये प्रधानादि कार्यजातमभून्नृप महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् उपोषपालयामासे तल्लक्ष्म्या सह केशवः सञ्जहार जगत्सर्वं सह गौर्या महेश्वरः महालक्ष्मीर्महाराजा सर्वसत्त्वमयीश्वरी निराकारा च साकारा सैव नानाभिधानभृत् नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित् इति प्राधानिकं रहस्यं सम्पूर्णम् अथ वैकृतिकं रहस्यं ऋषिरुवाच ॐ त्रिगुणातामसी देवी सात्विकी यात्रधोदिता सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते योगनिद्राहरे रुक्ता महाकाली तमोगुणा मधुकैटभनाशार्थं यां तुष्टा वाम्बुजादनः दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा विशालया राजमाला त्रिंशल्लोचनमालया स्फुरद्दशनदमिट्रादा भीमरूपापि भूमिपा रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रयः खड्गबाणगदाशूलचक्रशङ्खभुजुण्डिभृत् परिघङ्कारमुखं शीर्षं निश्चो तद्रुधिरं दधौ येषा ता वैष्णवी माया महाकाली दुरत्यया आराधिता वशीकुर्यात् पूजा कर्तुश्चराजनं सर्वदेवशरीरेभ्यो याविर्भूतामितः प्रभा त्रिगुणा सा महालक्ष्मी साक्षान्महिषमर्दिनी श्वेताननाः नीलभुजा सुश्वेतस्तनमण्डला रक्तमध्या रक्तपादा नीलजङ्घोरुन्मदा सुचित्रजघना चित्रमाल्याम्बरविभूषणा चित्रानुलेपनाकान्ती रूपसौभाग्यशालिनी अष्टादशभुजा पूज्या सा सहस्रभुजा सती आयुधान्यत्र वक्ष्यन्ते दक्षिणाधकरक्रमात् अक्षमाला च कमलं बाणोऽसि कुलिशङ्गदा चक्रं त्रिशूलं परशुशङ्खो घण्टा च पाशकः शक्तिर्दण्डचर्मचापं पानपात्रं कमण्डलुः अलङ्कृतभुजा मेभिरायुधैः कमलासनां सर्वदेवमयीमीशां महालक्ष्मीमिमान् नृप पूजयेत् सर्वलोकानां सदेवानां प्रभुर्भवेत् गौरीदेहात् समुद्भूता या सत्त्वैकगुणाश्रया साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ददौ चाट्टभुजा बाणमुसले शूलचक्रभृत् शङ्खं घण्टां लाङ्गलञ्चे कार्मुकं वसुधाधिपे एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिवे उपासनं जगन्मातुः पृथगासां निशामये महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती दक्षिणोत्तरयो पूज्ये पृष्ठतो मिथुनत्रयं विरिञ्चिस्वरया मध्ये रुद्रो गौर्या च दक्षिणे वामे लक्ष्म्या हृडीकेशः पुरतो देवतात्रयम् अष्टादशभुजा मध्ये वामे चास्यादशानना दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् अष्टादशभुजा चैषा यदा पूज्या नराधिपा दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा कालमृत्यु च सम्पूज्यो सर्वारिष्टप्रशान्तये यदा चाष्टभुजा पूज्या शुम्भासुननिबर्हिणि नवास्याशक्तय पूज्यास्तदा रुद्रविनायकौ नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः अष्टादशभुजा चैषा पूज्या महिषमर्दिनी महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी महिषान्तकरीयेने पूजिता स जगत्प्रभुः पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् अर्घ्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः रुधिराक्तेन बलिना मांसेन सुरया नृपे बलिमांसादिपूजेयं विप्रवर्ज्यामयेरिता तेषां किल सुरा मांसैर्नोक्ता पूजा नृप क्वचित् प्राणामाचमनीयेने चन्दनेन सुगन्धिना सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः वामभागे क्रतो देव्या छिन्नशीर्षं महासुरं पूजयेन्महिषं येने प्राप्तं सायुज्यमीशया दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरं वाहनं पूजयेद्देव्या धृतं येन चराचरं कुर्याच्च स्तवनं धीमां तस्या एकाग्रमाणतः ततः कृताञ्जलिर्भूत्वा त्वीतचरितैरिमैः एकेन वा मध्यमेनैकेनेतरयोरिहे चरितार्धं तु न जपे जपच्छिद्रमवाप्नुयात् प्रदक्षिणा नमस्कारान् कृत्वा मूर्ध्नि कृताञ्जलिः क्षमापयेद्जगद्धात्रीं मुहुर्मुहुरतं मृतः प्रतिश्लोकं च जुहुयात् पायसं तिलसर्पिषा जुहुयात् स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः भूयो नामपदैर्देवीं पूजयेत् सुसमाहितः प्रयतप्राञ्जलिप्रह्वप्राणाम्यारोप्य चात्मनि प्रयतप्राञ्जलिप्रह्वप्राणम्यारोप्य चात्मनि सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत् एवं यः पूजयेत् भग्या प्रत्यहं परमेश्वरीं भुक्त्वा भोगान्यथा कामं देवी सायुज्यमाप्नुयात् यो न पूजयते नित्यं चण्डिकां भक्तवत्सलां भस्मीकृत्यात्यपुण्यानि निर्दहेत् परमेश्वरि तस्मात् पूजय भूपाले सर्वलोकमहेश्वरीं यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि इति वैकृतिकं रहस्यं सम्पूर्णम्। अथ मूर्तिरहस्यं ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा स्तुता सा पूजिता भक्त्या वशीकुर्या जगत्त्रयं कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा देवी कनकवर्णाभा कनकोत्तमभूषणा कमलाङ्कुशपाशाब्जीरलङ्कृतचतुर्भुजा इन्दिरागमना लक्ष्मीः सा श्रीरुक्माम्बुजासना या रक्तदन्तिका नाम देवी प्रोक्ता मया नघ तस्या स्वरूपं वक्ष्यामि शृणु सर्वभयावहम् रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका पतिन्नारीवानुरक्ता देवी भक्तं भजेज्जनं वसुधेव विशाला सा सुमेरुयुगलस्तनी दीर्घौ लम्बावति स्थूलौ तावतीव मनोहरौ कर्कशावति कान्तौ तौ सर्वानन्दपयोनिधि भक्तान् सम्पाययेत् देवी सर्वकामदुघौ स्तनौ खड्गं पात्रं च मुसलौ लाङ्गलं च बिभर्ति सा आख्याता रक्तजामुण्डा देवी योगेश्वरीति च अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् इमां यः पूजयेत् भक्त्या संव्याप्नोति च राजनम् भुक्त्वा भोगान्यथा कामं देवी सायुज्यमाप्नुयात् अधीतेय इमं नित्यं रक्तदन्त्या वपुस्तवं तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना शाकम्भरी नीलवर्णा नीलोत्पलविलोचना गम्भीरनाभिस्त्रिवली विभूषिततनूदरी सुकर्कषसमोत्तुङ्गवृत्तपीनघनस्तनी मुष्टिं शिलीमुखा पूर्णं कमलं कमलालया पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्जयं काम्यानन्तरसैर्युक्तं क्षुत्रुमृत्युभयापहं कार्मुकं च स्फुरत्कान्ती बिभ्रति परमेश्वरी शाकम्भरीशताक्षी सा सैव दुर्गा प्रकीर्तिता विशोकादुष्टदमनी शमनी दुरितापदा उमागौरी सती चण्डी कालिका सा च पार्वती शाकम्भरीं स्तुवं ध्यायं जपन् सम्पूजयन्नमन् अक्षय्यमश्नुते शीघ्रम् अन्नपानामृतं फलं भीमापि नीलवर्णाथा दमिट्रा दशनभादुरा विशालोचनानारीवृत्तपीनपयोधरा चन्द्रहादं च डमरुं शिरःपात्रं च बिभ्रति एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् चित्रानुलेपना देवी चित्रदाभरणभूषिता चित्रभ्रमरपाणिस्ता महामारीति गीयते इत्येता मूर्तयो देव्या या ख्याता वसुधाधिपे जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकं तस्मात् सर्वप्रयत्नेन देवीं जपनिरन्तरं सप्तजन्मार्जितैर्घोरैः ब्रह्महत्यानमैरपि पाठमात्रेण मन्त्राणाम् उच्यते सर्वगिल्बिषैः देव्याध्यानं मयाख्यातं गुह्याद्गुह्यतनं महत् तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् एतस्यात्मं प्रसादेन सर्वमान्यो भविष्यसि सर्वरूपमयी देवी सर्वं देवीमयं जगत् अतोऽहं विश्वरूपां तां नमामि परमेश्वरी इति मूर्तिरहस्यं सम्पूर्णं अथ क्षमा प्रार्थना अपराधसहस्राणि क्रियन्ते हर्निशं मया दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि आवाहनं न जानामि न जानामि विसर्जनं पूजां चैव न जानामि क्षम्यतां परमेश्वरि मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि यत्पूजितं मया देवि परिपूर्णं ततस्तु मे अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु अज्ञानाद्विस्मृते भ्रान्त्या यन्न्यूनमधिकं कृतं तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे गृहानार्जामि मां प्रीत्या प्रसीद परमेश्वरि गुह्यादिगुह्यगोप्त्री त्वं गृहानास्मत्कृतं जपं सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि श्रीदुर्गार्पणमस्तु श्रीजगदम्बार्पणमस्तु ॐ।